महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। नमो नमः। नमस्कारः भगिनि, सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं कार्यमध्ये केवलं कथायाः पठनम् एव, तत्र अग्रे गत्वा तत्र सन्धिविषयः आगच्छति, किन्तु मध्ये तत्र अवधिं स्वीकृत्य तत्र कथायाः पठनं कुर्वन्तः स्मः। अद्य वयं तत्र कीदृशं समर्पणं गुरौ इति तत्र सम्भाषणसन्देशे 2019 अक्टोबर् तत्र कथा अस्ति, तां कथाम् अद्य पठामः। तर्हि सुजाता भगिनी आरम्भं करोति वा? कीदृशं समर्पणं गुरोः गुरौ कश्चन वृद्धः गुरुः स्वशिष्य वृन्देन आश्रमे वसति स्म। गुरुः तत्र शिष्येभ्यः सर्वासां कलानां शिक्षां प्रयच्छति स्म। सर्वे अपि शिष्याः विभिन्नासु कलासु प्रावीण्य प्राप्त्यर्थं प्रयत्नवन्तः आसन्। गुरुः अपि तान् दृष्ट्वा हृदि अतीव आनन्दम् अनुभवन् आसीत्। विविधरीत्या सदा शिष्यान् शिक्षयितुम् उद्यमशीलः गुरुः एकदा विचारेषु निमग्नः आसीत्। सः चिन्तयति स्म, मम पार्श्वे बहवः शिष्याः सन्ति, तेषु मदुत्तराधिकारी कः भविष्यति इति। एतेन विचारेण गुरोः मनः व्याकुलताम् अनुभवति स्म। तावत्पर्यन्तं भगिनि, अग्रे धन्यवादः। अस्तु, तत्र नरेश् महोदय इदानीं श्रूयते इति मन्ये। नरेश् महोदय, श्रूयते, इदानीं श्रूयते। अपि उषा भगिनी अस्ति, नमस्कारः उषा भगिनी। नमस्कारः, नमस्कारः महोदय, क्षम्यतां महोदय विलम्बेन आगतवती। चिन्ता मास्तु भगिनि, तत्र कथा अस्ति कीदृशं समर्पणं गुरौ इति नूतन अटाच्मेण्ट् मध्ये अस्ति। अस्तु, नरेश् महोदय अग्रे पठति वा? आं महोदय, अस्तु अग्रे। एकदा सहस्रकिरणोदये जाते गुरुः सर्वान् शिष्यान् आहूतवान्। ततः सः पुत्राधिकारी पदचिन्तां शिष्यानां पुरतः उपस्थाप्य अवदत्, अहं भवतां सर्वेषां एकां परीक्षां करिष्यामि। तस्यां परीक्षायां यः उत्तीर्णः भविष्यति तस्मै मदुत्तराधिकारिपदम् अर्पयिष्यामि इति। सर्वे शिष्याः परस्परम् अस्य विषयस्य चर्चाम् अकुर्वन्। अस्मिन् पदे स्थातुं योग्यः कः इति चिन्तयन्ति स्म ते। एकदा गुरुः गृहस्य ऊर्ध्वतलं प्रति सर्वान् शिष्यान् आकारितवान्। शिष्याः झटिति गुरोः समीपे उपविष्टाः। शान्तस्वरेण गुरुः अब्रवीत्, पूर्व मया उत्तराधिकारी विषयः उपस्थापितः आसीत् एव। यः शिष्यः इतः अधः कूर्दनं करिष्यति सः मम उत्तराधिकारीपदं प्राप्स्यति। हा समीचीनं महोदय, धन्यवादः। अग्रे निवेदिता भगिनी पठति वा? ततः गुरुः ज्येष्ठं शिष्यम् आह्वयत्। सः ज्येष्ठः शिष्यः शीरः किञ्चित् धुनयन् तत् कार्यकरणाय निषेधं सूचयन् अचिन्तयत्। गुरोः वयसा सह मतिः अपि कुण्ठिता इति। द्वितीयं शिष्यं यदा सः आह्वयत् तदा सः द्वितीयः शिष्यः अवदत्, अहं यदि पञ्चत्वं प्राप्नुयां तर्हि उत्तरपदं मृताय शरीराय दीयेत् किम्। ततः तृतीयं शिष्यम् आहूय गुरुः तत् कार्यं यदा अकथयत् तदा तृतीयः शिष्यः अचिन्तयत्, अस्माकं मारणात् किं प्राप्येत्? शिष्य प्रति गुरोः एतादृशी दुष्टबुद्धिः न स्यात्। अहोकालस्य कुटिलागतिः। एषः क्रमः निरन्तरम् अनुवृत्तः। तदा गुरोः मनसि चिन्ता अजायत्, मया किं कोऽपि समर्थः उत्तराधिकारी न प्राप्येत् इति। आश्चर्यं नाम तावता कश्चन लघुशिष्यः त्वरितं तत्र आगत्य गुरोः चरणयुगलं नत्वा तस्य आज्ञां प्राप्य अविचार्य एव अधः अपतत्। तावता अधः अनेके वादित्रघोषाः कर्णयुगले अपतन्। तदा अनेकैः भक्तैः परिवृत्तः लघुशिष्यः मुदितः सन् गुरोः समीपम् आगतः। तदा गुरुणा सर्वेभ्यः शिष्येभ्यः सुमधुरभाषया उपदेशः दत्तः। उत्तराधिकारिपदस्य भोक्ता स एव भवति यस्मिन् शिष्ये संज्ञानं श्रद्धा समर्पणं चेति त्रयः गुणाः भवन्ति। केचित् शिष्याः अत्र सन्ति ये च पठनपाठनमात्रं जानन्ति किन्तु गुणवृत्त्याः वार्ताम् अपि न स्पृशन्ति। केषाञ्चित् शिष्याणां ज्ञानम् अस्ति किन्तु अन्यौ द्वौ गुणो न भवतः। केषुचित् शिष्येषु श्रद्धा अस्ति परन्तु समर्पणं नास्ति। लघुशिष्ये इव त्रयोपि गुणाः एकस्मिन् विरलतया एव प्राप्यन्ते इति अस्ति। समीचीनं, धन्यवादः भगिनि। अस्तु, तर्हि तत्र कीदृशं समर्पणं गुरौ इति। अस्तु, इदानीं तत्र पङ्क्तिशः पठामः, तत्र व्याकरणांशाः के के सन्ति इति अपि जानीमः। अस्तु, तर्हि तत्र उषा भगिनी आरम्भं करोति वा भगिनि? अस्तु महोदय। कश्चन वृद्धः गुरुः पुनर् एकवारं पङ्क्तिशं पठतु प्रथमपङ्क्ति। कश्चन वृद्धः गुरुः स्वशिष्यवृन्देन सह आश्रमे वसति स्म। आम् गुरुः तत्र विषये शिष्येभ्यः सर्वासां कलानां शिक्षां प्रयच्छति स्म. सर्वे अपि शिष्याः विभिन्नासु कलासु प्रावीण्यप्राप्त्यर्थं प्रयत्नवन्तः आसन्. गुरुः अपि तान् सर्वान् दृष्ट्वा हृदि अतीव आनन्दम् अनुभवन् आसीत्. अस्तु. कश्चन वृद्धः गुरुः स्वशिष्यवृन्देन सह आश्रमे वसति स्म. एकदा आश्रमे एकः गुरुः सः वृद्धः अपि सः स्वशिष्येण स्वशिष्यकुलेन सह आश्रमे वसति स्म. तत्र अनेके शिष्याः, बहवः शिष्याः तस्य सन्ति. तैः सह वसति. गुरुः तत्र शिष्येभ्यः सर्वासां कलानां शिक्षां प्रयच्छति स्म. तद्वृद्धः गुरुः शिष्येभ्यः बहवः कलाः प्रयच्छति. वाट् इस् इट् लैक् कलां तत्र कला इति स्त्रीलिङ्गपदं खलु, तर्हि तत्र सर्वाः कलाः शिक्षां बोधयति स्म. शिक्षयति. सर्वाः कलाः शिष्येभ्यः गुरुः बोधयति. तर्हि शिक्षयति, किन्तु कलाः सर्वे अपि शिष्याः विभिन्नासु कलासु प्रावीण्यप्राप्त्यर्थं प्रयत्नवन्तः आसन्. सर्वे शिष्याः विभिन्नासु कलासु विभिन्नाः कलाः कृते प्रावीण्यं प्राप्तुं प्रयत्नवन्तः शिष्याः प्रयत्नवन्तः. विभिन्नाः कलाः प्राप्तुं कला विभिन्नाः कला प्राप्तुं कलासु सो कला कलाः प्राप्तुं प्रयत्नं कृतवन्तः आसन् नाम तत्र यद्यपि तत्र सर्वासां कलानां शिक्षा भवति, किन्तु सर्वे शिष्याः सर्वाः कलाः तत्र प्राप्तुं न इच्छन्ति, विभिन्नासु कलासु खलु. नाम तत्र प्रत्येकशिष्यः एका कला अस्यां कलायां मम अभिरुचिः अस्ति, अन्यां कलायां मम अभिरुचिः नास्ति इति. अतः विभिन्नासु कलासु प्रावीण्यप्राप्त्यर्थं तत्र कलासु प्रावीण्यप्राप्त्यर्थं, तर्हि तत्र प्रावीण्यम् इति विषयः खलु, तत्र सः प्रवीणः प्रवीणः निपुणः, तर्हि तत्र निपुणता अस्मिन् विषये इति अतः कलासु इति सप्तमी. अस्तु खलु. प्रावीण्यप्राप्त्यर्थं, तर्हि प्रवीणः कस्मिन् विषये प्रवीणः अथवा कस्मिन् विषये प्रावीण्यप्राप्त्यर्थम् इति. गुरुः अपि तान् सर्वान् दृष्ट्वा हृदि अतीव आनन्दम् अनुभवन् आसीत्. गुरुः तं शिष्यान् दृष्ट्वा तं गुरुः तस्य शिष्यान् दृष्ट्वा अतीव आनन्दम् अनुभवति स्म. कृति सप्तमी नाम निजानन्दं, निजानन्दम् अनुभवन् आसीत्. समीचीनं भगिनी, हृदये आनन्दम् अनुभवन् आसीत्. हृदये एव आनन्दम् अनुभवति स्म. समीचीनं भगिनी, अस्तु धन्यवादः. अस्तु अग्रे तर्हि तत्र नरेश् मोदी अग्रे पठति वा? आं महोदय. विविधरीत्या सदा शिष्यान् शिक्षयितुम् उद्यमशीलः गुरुः एकदा विचारेषु निमग्नः आसीत्. सः गुरुः महोदय तत्र श्रूयते किन्तु सम्यक्तया न श्रूयते, नाम तत्र मन्दः अस्ति. अस्तु, अहं न जानामि कम्प्यूटर् मध्ये फ्री कान्फरेन्स् काल् कार्यं न करोति. तर्हि तत्र दूरवाणी मध्ये अस्ति चेत् तत्र दूरवाणी समीपे स्यात् तावदेव. अहम् ऐपेड् मध्ये अस्मि. अस्तु अस्तु महोदय, अहं प्रयत्नं करोमि. अस्तु, विविधरीत्या सदा शिष्यान् शिक्षयितुम् उद्यमशीलः गुरुः एकदा विचारेषु निमग्नः आसीत्. सः गुरुः शिष्यान् बहु रीत्या शिक्षयितुं उद्यमशीलः अस्ति, अतः बहु प्रयत्नं करोति. एकदा एकदिवसे सः किञ्चित् विचारेषु निमग्नः आसीत्, किमपि चिन्तयति. तर्हि महोदय तत्र वाक्यस्य आकृतिः कथमस्ति तत्र? क्रियापदं किम् अस्ति अत्र? क्रियापदं तु आसीत्. कः आसीत्? गुरुः आसीत्. गुरुः आसीत्, गुरुः आसीत्, गुरुः निमग्नः आसीत्. कस्मिन् विषये निमग्नः? सः विचारेषु निमग्नः. विचारेषु निमग्नः, विचारेषु निमग्नः. अपि सः गुरुः कीदृशः? उद्यमशीलः अस्ति. उद्यमशीलः. पुनः उद्यमशीलः नाम उद्युक्तः, नाम तत्र तस्य अभिरुचिः, अभिरुचिः शीलः अस्ति, उद्यमः अस्ति, उद्यमयुक्तः. कस्मिन् विषये उद्यमशीलः अस्ति सः? शिक्षयितुं, शिष्यान् शिक्षयितुं. शिक्षायां, शिक्षायाम् उद्यमशीलः नाम शिक्षयितुं. कान् शिक्षयितुं? शिष्यान् शिक्षयितुं. शिष्यान् शिक्षयितुं. कदा शिक्षयितुं? विविधरीत्या. न न, कदा कदा कदा? एकदा. न न, कदा शिक्षयितुं? सदा, सदा शिक्षयितुं. सदा शिक्षयितुम् उद्यमशीलः नाम सः केवलं प्रातःकाले एव उद्यमशीलः नास्ति, सदा उद्यमशीलः अस्ति. शिष्यान् शिक्षयितुं सः सर्वदा सिद्धः अस्ति. तस्य इच्छा अपि अस्ति, शिक्षयितुम् इच्छा अपि अस्ति सदा. अपि केवलं तत्र तत्र विविधरीत्या इति अस्ति. विविधरीत्या इत्युक्ते किम्? बहु बहुरीत्या बहु करोति. नाम तत्र एकया रीत्या न, परन्तु यदि एकया रीत्या यदि तत्र शिक्षा भवति तत्र सर्वे न अवगच्छन्ति खलु, नाम कथायाः मार्गे शिक्षणं, तत्र व्याकरणरीत्या शिक्षणं अपि तत्र, हा तर्हि अनेके मार्गाः सन्ति खलु शिक्षणार्थम्, अतः गुरुः केवलम् एकस्मिन् मार्गे एव गत्वा तत्र सर्वे अवगच्छन्ति इति न, बहुविधरीत्या तत्र शिक्षणं भवेत्, शिष्याणां शिक्षणं भवेत्, अतः सः बहवः मार्गाः बहून् मार्गान् उपयुज्य सः शिक्षां प्रयच्छति स्म. अस्तु, अग्रे. सः चिन्तयति स्म मम पार्श्वे बहवः शिष्याः सन्ति. गुरुः चिन्तनं अकुर्वन् मम पार्श्वे तु बहवः शिष्याः सन्ति, एकशिष्यः नास्ति परन्तु बहवः शिष्याः सन्ति, अतः तेषु मद् उत्तराधिकारी कः भविष्यति इति तस्य चिन्तनम् अस्ति. मम उत्तराधिकारी कः भविष्यति, हा नाम आश्रमस्य अधिकारी, गुरुस्थानं कः कः प्राप्नोति, गुरुस्थानं कः प्राप्नोति. इदानीम् अहं तत्र अस्मि, अहं तत्र तत् स्थानं स्थाने अस्मि, किन्तु मम अनन्तरम्, अतः मद् उत्तरं मद् उत्तरम् अधिकारी कः भविष्यति, नाम परम्परा अस्ति, गुरोः परम्परा अस्ति, एकस्य गुरोः अनन्तरं तस्य शिष्यः गुरुः भविष्यति इति अस्ति खलु तत्र परम्परा, अतः तत्र मदुत्तराधिकारी कः भविष्यति इति. एतेन विचारेण गुरोः मनः व्याकुलताम् अनुभवति स्म. तत् विचारेण गुरुः तेन विचारेण तस्य मनः व्याकुल अनुभवनं करोति, व्याकुल भवति, व्याकुलताम् व्याकुलः, हा सः व्याकुलः, तत् व्याकुलं, सा व्याकुला इति तत्र विशेषणं भवति खलु, तत्र मनः व्याकुलं, मनसि मनः इति सकारान्त पदं, नपुंसकलिङ्गं वा पुल्लिङ्गं वा, नपुंसकलिङ्ग, हा मनः, तर्हि व्याकुलं, हा तर्हि व्याकुलं मनः, मनः व्याकुलं, तर्हि मनसि व्याकुलता अस्ति, अथवा मनः व्याकुलताम् अनुभवति स्म, अनुभवति स्म, हा एतेन नाम उत्तराधिकारी कः भविष्यति इति विचारेण व्याकुलताम् अनुभवति स्म मनः इति अस्ति. समीचीनं महोदय, हा अस्तु अग्रे तत्र निवेदितभगिनी अग्रे पठति वा. एकदा सहस्रदिनोदये जाते गुरुः सर्वान् शिष्यान् आहूतवान्. अत्र सत्यसप्तमी रचना अस्ति खलु, सहस्रकिरणोदये जाते एकदा यदा सूर्योदयः जातः तदा गुरुः सर्वान् शिष्यान् तत्र शिष्यान् द्वितीया बहुवचनमस्ति तस्य समीचीनं शिष्यमस्ति सर्वान् सर्वान् शिष्यान् आहूतवान् ततः सः उत्तराधिकारीपदचिरिकां शिष्याणां पुरतः उपस्थाप्य अवदत् अहं भवतां सर्वेषाम् एकां परीक्षां करिष्यामि. अत्र उपस्थाप्य लबन्धरूपमस्ति. किं करोति गुरुः? किं करोति सः? तस्य चिन्ता उत्तराधिकारीविषये तस्य मनसि यः या चिन्ता अस्ति सा सः शिष्याणां पुरतः अत्र उपपद्विभक्ति अस्ति. उपस्थाप्य अवदत् उपस्थितं करोति. तत्र उपस्थाप्य इति अस्ति. उपस्थाप्य इति लेबन्तरूपं तस्य कर्मपदम् अस्ति वा तत्र उपस्थाप्य? किम् उपस्थाप्य? उप अधिष्ठा अस्ति खलु अत्र. पुनः भगिनि? उप अधिष्ठा अस्ति अत्र. सत्यं सत्यं. कर्मपदं शिष्याणां पुरतः उपस्थाप्य. हा शिष्याणां पुरतः किन्तु कर्मपदं किम् चिन्ताम् उपस्थाप्य. यदा यथा भवती उक्तवती तत्र या चिन्ता गुरोः मनसि आसीत् तां चिन्तां शिष्याणां पुरतः उपस्थाप्य अहं भवतां सर्वेषाम् एकां परीक्षां करिष्यामि. लकारः भविष्यकालः. अहं किं कर्तुम् इच्छामि? अहं भवतां सर्वेषाम् अत्र भवतां सर्वेषां सर्वे तत्र भवान् भवन्तौ सर्वेषां प्रथमविभक्ति षष्टिबहुवचनं सत्यं भगिनि. प्रथमविभक्त्यां रूपं किं भवति? भवतां सर्वेषां सर्वे बहुवचने सर्वे भवन्तः भवन्तः सर्वे ये सन्ति तेषां अतः सर्वेषां भवतां सर्वेषाम् अत्रापि परीक्षाम् एकां विशेषविशेष्यभावः अस्ति. विशेषविशेष्यभावः अस्ति. समीचीनं. करिष्यामि. तस्यां परीक्षायां यः उत्तीर्णः भविष्यति तस्मै मत् उत्तराधिकारीपदम् अर्पयिष्यामि. मम मनसि एकः विचारः अस्ति. अहम् एकां परीक्षां कर्तुम् इच्छामि. तस्यां परीक्षायां सप्तमी विभक्ति अस्ति. सप्तमी सप्तमी एकवचनं परीक्षायां तस्यां यः उत्तीर्णः जातः उत्तीर्णः भविष्यति उत्तीर्णः अत्र हा अर्पयिष्यामि इति अस्ति तर्हि अर्पणं सत्यं भवति हा अर्पयिष्यामि दानकार्यं अतः एव तत्र तस्मै हा अर्पणं नाम दानकार्यं तत्र अतः तत्र तस्मै इति भवति अपि वाक्यस्य आकृतिः अस्ति तत्र सः कः इति सः क्षम्यतां यः सः यः सः हा यः हा यः हा उत्तीर्णः यः उत्तीर्णः उत्तराधिकारिन् अस्ति शब्दं खलु उत्तराधिकारी उत्तराधिकारिपदम् अर्पयिष्यामि पदम् अत्र अत्र प्रातिपदिकं किम् अस्ति किं किं भगिनि उत्तराधिकारीम् अधिकारी अधिकारी यस्मिन् अधिकारः सः अधिकारी इनि प्रत्ययः किन्तु अत्र हा अत्र पदम् इति अस्ति पदं नाम तत् स्थानम् उत्तराधिकारिपदम् उत्तराधिकारिपदम् अर्पयिष्यामि सः एव मद् उत्तराधिकारिपदं प्राप्तुं प्राप्नोति अथवा मद् उत्तराधिकारी भविष्यति उत्तराधिकारी भविष्यति हा मम अनन्तरं सः एव अधिकारी भविष्यति आश्रमस्य अधिकारी भविष्यति सर्वे शिष्याः परस्परम् अस्य विषयस्य चर्चाम् अकुर्वन् सर्वे शिष्याः अत्र अपि विशेषभावः अस्ति सर्वे शिष्याः बहुवचनं प्रथमबहुवचनं परस्परम् अस्य विषयस्य चर्चाम् अकुर्वन् तेषां मनसि अपि उत्सुकता अस्ति कः गुरोः उत्तराधिकारी भविष्यति अतः इति विषये ते अपि उत्सुकाः सन्ति अतः तत्र चर्चाम् अकुर्वन् इति अस्ति तर्हि तत्र चर्चयति इति अस्ति चेत् किं भवति उत्तमं भगिनि हा तथैव हा चर्चयन्ति अचर्चयन् तर्हि तद् चर्चयन् अस्ति चेत् विषयम् अचर्चयन् अस्मिन् पदे स्थातुं योग्यः कः इति चिन्तयति स्म ते कस्य चिन्तनम् अकुर्वन् स्थातुम् अत्र तुमन् अस्ति तुमन् प्रति अस्मिन् पदे उत्तराधिकारी उत्तराधिकारीपदे गुरोः उत्तराधिकारीपदे स्थातुं योग्यः कः केन शिष्येण द्वारा पदं उत्तराधिकारी पदं प्राप्तव्यं न केन शिष्येन अस्तु तत्र केन शिष्येन पदं प्राप्तव्यं पदं प्राप्तव्यम् प्राप्तव्यम् इति तेषां मनसि ते मन ते येषां सोरि इति ते मनसि अचिन्तयन् अचिन्तयन् हा समीचीनं भगिनि हा अचिन्तयन् तत्र कः अत्र पदे स्थातुं योग्यः अथवा कः केन तत्र प्राप्तव्यं पदं प्राप्तव्यम् उत्तराधिकारिपदं केन प्राप्तव्यम् अथवा कस्मिन् कः योग्यः अस्ति अथवा कस्मिन् शिष्ये योग्यता अस्ति तत्र स्थातुं गुरोः कस्य अन्वेषणं करोति इति अस्ति वा गुरुः कस्य अन्वेषणं हा गुरुः अन्वेषणं कुर्वन् अस्ति कस्य हा कः योग्यः इति विषये गुरुः अन्वेषणं कुर्वन् अस्ति समीचीनं भगिनि हा द्विविधरीत्या यदि वयं वदामः तदा अस्माकं मनसि तत्र सम्यक् रीत्या स्थापितं भवति विषयः कः इति उत्तमं हा समीचीनं धन्यवादः भगिनि अग्रे सुजाता भगिनि अग्रे हा धन्यवादः आं महोदय एकदा गुरुः गृहस्य ऊर्ध्वतलं प्रति सर्वान् शिष्यान् अकारितवान् एकदा गुरुः गृहस्य ऊर्ध्वतलं प्रति सर्वान् शिष्यान् आकारितवान् गृहस्य ऊर्ध्वतलं ऊर्ध्वमुखे एव अस्ति वा महोदय ऊर्ध्वस्थलं प्रति सर्वान् शिष्यान् आहूतवान् नाम ऊर्ध्वतलं नाम उपरि तत्र गृहस्य उपरि भागम् उपरि भागं तत्र हा तत्र तलं नाम लेवल्स् लेवल् इति भवति स्तरः तर्हि उपरितने यत् तत्र हा तत्र आकारितवान् नाम आकारितवान् नाम आहूतवान् नाम आगच्छन्तु इति आकारितवान् शिष्याः झटिति गुरु तत्र कर्मपदं किमस्ति आकारितवान् पृथलं प्रति सर्वान् शिष्यान् आकारितवान् कर्तृपदं महोदय किं कर्तृपदं किमस्ति कर्तृपदं गुरु अस्ति गुरुः समीचीनं गुरुः आकारितवान् कर्मपदं सर्वान् शिष्यान् हा कान् आकारितवान् कान् आहूतवान् सर्वान् शिष्यान् आहूतवान् किं प्रति ऊर्ध्वस्थलं प्रति आहूतवान् गृहस्य ऊर्ध्वस्थलं प्रति सर्वान् शिष्यान् आहूतवान् आकारितवान् हा समीचीनं हा अग्रे शिष्याः झटिति गुरोः समीपे उपविष्टाः झटिति गुरोः झटिति नाम तत्र शीघ्र हा तत्र शीघ्रम् आपके गुरु एकं क्षणमेव तत्र प्रतीक्षां न कुर्वन्ति हा तत्र झटिति झटिति गुरोः समीपे उपविष्टाः उपविष्टाः शिष्याः उपविष्टाः तत्क्षणमेव तत्क्षणमेव तत्र तस्मिन्नेव क्षणे तत्र ते सर्वे तत्र उपविष्टाः शान्तस्वरेण गुरुः अब्रवीत् पूर्वं मया उत्तराधिकारिविषयः उपस्थापितः आसीत् एव शान्तस्वरेण गुरुः उक्तवान् शान्तस्वरेण उक्तवान् तत्र तृतीया भावः तत्र शान्तस्वरेण कथम् अब्रवीत् शान्तस्वरेण अब्रवीत् पूर्वं मया उत्तराधिकारिविषयः उपस्थापितः आसीत् पूर्वं मया गुरुः मया इति अस्ति तर्हि मया इत्युक्ते तत्र गुरुः इति नास्ति तत्र तृतीया विभक्ति गुरुः तृतीया किमस्ति गुरुणा उत्तराधिकारिविषयः स्थापितवान् न इदानीं कर्तृपदं कर्मणि रूपम् इच्छति अथवा कर्तरी रूपम् इच्छति किम् कर्मणि रूपं दत्तं लिखितं तु कर्मणि रूपं कर्तरी रूपं वदतु तर्हि मया मास्तु अहम् उत्तराधिकारिविषये विषयः तत्र अस्तु तर्हि मया विषयः उपस्थापितः खलु विषयः उपस्थापितः तर्हि तत्र मया इति मया विषयः उपस्थापितः तर्हि तत्र कर्तृपदं किं कर्मपदं किं क्रियापदं किम् इति वदतु तर्हि मया विषयः उपस्थापितः मया अहं विषयं तत्र यत् अस्ति पदत्रयमस्ति मया विषयः उपस्थापितः पदत्रयमस्ति खलु मया विषयः उपस्थापितः तत्र कर्तृपदं किं कर्मपदं किं क्रियापदं किम् इति वदतु कर्तृपदं मया इति कर्तृपदम् अस्तु उत्तरादि विषयः इति प्रथमाविभक्ति अस्ति कर्मपदम् उत्तमं हा क्रियापदं उपस्थापितः इति क्रियापदं तत्र भूतकाले अस्ति नाम यथा रामः ग्रन्थं पठितवान् अथवा रामेण ग्रन्थः पठितः इदानीं तत्र रामः ग्रन्थं पठितवान् इति कर्तृरूपं तद्रूपम् अत्र किं भवति तादृशम् अत्र किं भवति रामेण मया न अत्र मया इति अस्ति अहम् उत्तराधिकारविषयम् उपस्थापितवान् तथैव अस्तु समीचीनं भगिनि पूर्वम् अहम् उत्तराधिकारिविषयम् उपस्थापितवान् अस्मि यः शिष्यः इतः अधः कूर्दनं करिष्यति सः मम उत्तराधिकारिपदं प्राप्स्यति. यः शिष्यः इतः अधः कूर्दनं करोति, कूर्दनं करिष्यति, सः एव मम उत्तराधिकारिपदं प्राप्नोति. प्राप्स्यति प्राप्स्यति भविष्यत्कालम् अस्ति न प्राप्नोति इति पदरूपं, तस्य भविष्यत्काले प्राप्स्यति. समीचीनं. हा तर्हि करिष्यति, यः करिष्यति सः प्राप्स्यति. प्राप्स्यति यः किं करोति? वन् मिनिट् महोदय. उपस्थापितः आसीत् शिष्यः इतः अधः जो यः अधः कूर्दनं करोति, कूर्दनं करिष्यति, सः एव उत्तराधिकारपदं प्राप्स्यति. तदेव महोदय. हा तत्र यः इतः अधः कूर्दनं करिष्यति नाम तत्र ते कुत्र सन्ति? ते सर्वे शिष्याः गुरु समीपे आसीत्. गुरुः कुत्र अस्ति? गृहस्य ऊर्ध्वतलं प्रति सर्वान् गुरुः तत्र अस्ति खलु. गृहस्य गुरुगृहस्य ऊर्ध्वतलं सर्वान् शिष्यान् आहूतवान्. तत्र गुरुः गृहस्य ऊर्ध्वतले अस्ति, शिष्याः अपि तत्र एव सन्ति खलु महोदय. यथा चित्रे प्रदर्शितं तत्र. आम् आं महोदय. ऊर्ध्वतले ते शिष्याः सर्वे सन्ति. तर्हि गुरुः किं वदति? यः शिष्यः इतः, इतः नाम तस्मात्, ततः तत्र नाम ऊर्ध्वतलात् अधः अधः नाम तत्र भूतलं, भूतलं तत्र अधः कूर्दनं करिष्यति. कूर्दनं नाम जम्प् कूर्दति, कूर्दनं करिष्यति, तत् एव उत्तराधिकारपदं प्राप्स्यति. तत्र कूर्दति, लङ्घति, तत्र यथा हनुमान् लङ्घनं करोति खलु, तथा तत्र लङ्घनं कूर्दनं लङ्घनं तत्र करोति सः. सः गुरु सः किं प्राप्स्यति? गुरोः उत्तराधिकारपदम् उत्तराधिकारिपदं प्राप्स्यति. अथवा सः गुरोः अनन्तरम् अधिकारी भविष्यति. गुरोः उत्तराधिकारी भविष्यति, सः एव भविष्यति. अस्तु अग्रे. ततः गुरुः ज्येष्ठं शिष्यान् आह्वयत्. ज्येष्ठं ज्येष्ठम् इति अस्ति, तर्हि ज्येष्ठम् इति एकवचने अस्ति, तर्हि शिष्यम् अथवा शिष्यान् शिष्यं ज्येष्ठं शिष्यम् ततः गुरु ज्येष्ठशिष्यम् आहूतवान् आह्वयत् इति साक्षात् क्रियापदम् आहूतवान् इति तत्र तावत् प्रत्ययम् हा तावदेव किन्तु आह्वयत् इति साक्षात् क्रियापदं तत्र ज्येष्ठं ज्येष्ठः शिष्यः इत्युक्ते किं ज्येष्ठः शिष्यः शिष्यान् सन्ति सप्ते ज्येष्ठः हा ज्येष्ठः नाम नाम तत्र अनेके सहोदराः सन्ति सहोदराः सन्ति चेत् तत्र ज्येष्ठः यः प्रथमः यस्य जननं प्रथमं प्रथमतया अभवत् अत्र ज्येष्ठः शिष्यः नाम यः सर्वेषां कृते यः बहु किमपि जानाति तत्र प्रवीणः अस्ति ज्येष्ठः अनुभवेन ज्येष्ठ वा किं भगिनि अनुभवेन ज्येष्ठ वा अनुभवेन ज्येष्ठः समीचीनं भगिनि हा केवलं वयसः ज्येष्ठः इति नास्ति अनुभवेन ज्येष्ठः अस्ति तम् शिष्यम् आहूतवान् समीचीनं सः ज्येष्ठः शिष्यः स्थिरः किञ्चित् दूनयन् तत्कार्यकरणाय निषेधं सूचयन् अचिन्तयत् गुरोः वयसा सह मतिः अपि कुण्ठिता इति अवगतं महोदय हा तर्हि तत्र तत्र किमस्ति तत्र ज्येष्ठः शिष्यः अस्ति सः ज्येष्ठः शिष्यः यः अस्ति तं शिष्यं गुरुः आह्वयति खलु आगच्छतु भवान् तत्र किम् इदानीं भवान् तत्र अधः कूर्दनं करिष्यति वा इति करोतु कूर्दनं करोतु इति आह्वयति किन्तु सः ज्येष्ठः शिष्यः किं करोति शिरः किञ्चित् घूर्णयन् नाम घूर्णयन् नाम हा नाम शिरः तदा यदा तत्र गुरोः समीपं तत्र आगच्छति सः गुरोः तत्र वदनं न पश्यति तत्र शिरः किञ्चित् अधोभागे करोति अपि किमर्थम् इत्युक्ते तत् कार्यकरणाय निषेधं सूचयन् नाम किं सूचयति निषेधं सूचयन् किं कर्तुं निषेधं सूचयति कार्यकरणाय एतत् कार्यम् अहं न कर्तुम् इच्छामि अथवा इच्छामि अथवा न शक्नोमि इति सूचयन् निषेधं मास्तु इति सूचयन् सः स्थिरः इति कीदृशं पदम् पुल्लिङ्गपदं नपुंसकलिङ्गपदं हलन्तम् अजन्तं किमस्ति उत्तमं सकारान्त नपुंसकलिङ्गपदं मनः यथा अस्ति शिरः मनः मनसि मनांसि शिरः शिरसि शिरांसि तत्कार्यं सूचयन् शत्रुन्त्रूपं सूचयन् निषेधं सूचयति अपि चिन्तयति यत्र शत्रुन्तमस्ति तत्र क्रियाद्वयं एकस्मिन् काले क्रियाद्वयं युगपत् भविष्यति सूचयति निषेधं सूचयति अपि चिन्तयति किं चिन्तयति सः अचिन्तयत् किम् अचिन्तयत् सः कार्यं न अग्रे अस्ति निषेधं सूचयति गुरोः वयसा सः मतिः अपि कुण्ठितः. तत्र वयसा तदनन्तरं सः इति तत्र मध्ये ब्रेक् मास्तु. वयसा सः वयसा सः हा न तत्र रामः रामः तत्र सीतया सह वनं गच्छति इति अस्ति चेत् सीत रामः सीतया सह वनं गच्छति इति नास्ति खलु. सीतया सह वनं गच्छति तथा तदा एव उपपदविभक्तिं जानीमः तत्र अस्ति इति. गुरोः वयसा वयसा सह मतिः अपि कुण्ठिता इति मतिः अपि कुण्ठिता तत्र तत्र मतिः मतिः इति इत्युक्ते मैण्ड् मनस् बुद्धिः बुद्धिः बुद्धिः बुद्धिः वयसा सह मतिः अपि कुण्ठिता कुण्ठिता नाम कुण्ठिता इत्युक्ते तत्र बुद्धिः तीक्ष्णः तीक्ष्णा इति वदामः खलु तीक्ष्णः नास्ति इति न इति नास्ति तीक्ष्णता इदानीं नास्ति नास्ति तर्हि महोदय वदतु भगिनि तस्य बुद्धिभ्रष्ट सः बुद्धिभ्रष्टः जातः समीचीनम् अस्ति वा बुद्धिभ्रष्टः बुद्धिभ्रष्टः तादृशं किन्तु बुद्धिभ्रष्टः इत्युक्ते सः गुरुः इति विशेषणं भवति गुरोः विशेषणं तर्हि जातः सत्यं बुद्धिभ्रष्टः जातः गुरुः इति तादृशं वक्तुं शक्नुमः समीचीनं तर्हि वयसा सः धूनयन् किम् अस्ति धूनय नाम अधोभागे किञ्चित् करोति शिरः शिरः स्थिरं शिरः किञ्चित् अधोभागे स्थापयति नाम साक्षात् किं भगिनि तस्य तस्य असमर्थतां प्रकटयति वा असमर्थताम् अपि तत्र अनिच्छां प्रकटयति एतत् न कर्तुम् इच्छामि इति तत्र कर्तुं न इच्छामि अथवा न कर्तुं शक्नोमि द्वयमपि भवेत् तत्र यतोहि तत्र केवलं निषेधम् इति एव उक्तं तत्र केन कारणेन निषेधं तत्र अशक्यम् इति निषेधं वा अथवा तत्र न इच्छामि इति निषेधम् इति न जानीमः वयसा सह तत्र वयसा सह मतिः अपि नाम तत्र वयः अपि वदतु भगिनि वयः वदतु भगिनि वयः अपि तत्र वयसा सह मतिः अपि कुण्ठिता नाम तत्र इदानीं तत्र शक्तिः गुरोः शक्तिः पूर्वं यौवनकाले या शक्तिः आसीत् सा शक्तिः इदानीं नास्ति अपि तत्र मतिः नाम बुद्धिः अपि इदानीं तत्र तादृशी बुद्धेः शक्तिः नाम शक्तिः तादृशी नास्ति नाम तीक्ष्णता या आसीत् इदानीं नास्ति मतिः अपि कुण्ठिता इति सः अचिन्तयत् कः अचिन्तयत् शिष्यः कः केवलं शिष्यः न ज्येष्ठः शिष्यः ज्येष्ठः शिष्यः एतादृशं चिन्तनम् अकरोत् कृतवान् इति अस्ति अग्रे अस्तु समीचीनं अस्तु अग्रे तत्र उषा भगिनी अग्रे धन्यवादः महोदय धन्यवादः भगिनी द्वितीयं शिष्यं यदा सः आह्वयत् तदा सः द्वितीयः शिष्यः अवदत् अहं यदि पञ्चत्वं प्राप्नुयां तर्हि उत्तरपथं मृताय शरीराय दीयेत किम्? गुरुः द्वितीयं शिष्यम् आहूतवान्। यदा सः आह्वयत् यदा गुरुः द्वितीयं शिष्यम् आह्वयत् द्वितीयं शिष्यम् आहूतवान् तदा द्वितीयः शिष्यः अवदत् द्वितीयः शिष्यः अवदत् अहं यदि पञ्चत्वं प्राप्नुयाम् अहं यदि मरणं प्राप्नोमि तर्हि उत्तरपदं मृताय शरीराय दीयेत किं दीयेत विधिलिङ्ग विधिलिङ्ग प्रथमपुरुष एकवचनं ईत ईयत आत्मनेपदि आत्मनेपदि प्राप्नुयाम् इति अपि प्राप्नुयाम् ओ यात्यातां युः याः यातं यातयाम् तदपि विधिलिङ्गेव विधिलिङ्गेव सम्भावनी उत्तमपुरुषे एकवचने उत्तमपुरुषे एकवचनम् आम् अहं यदि पञ्चत्वं प्राप्नुयां यदि अहं मरणं प्राप्नोमि इति अहं यदि मरणं प्राप्नोमि तर्हि उत्तरपदं गुरुः उत्तराधिकारिपदं मृताय शरीराय दीयेत किं मृताय शरीराय केवलं तत्र शरीरमेव भवति केवलं शरीरमेव भवति मृतशरीराय उत्तरपदं दीयेत किम् इति द्वितीयशिष्यः अवदत् पृच्छति सो सः अपि न कर्तुं शक्नोति कर्तुम् इच्छति अधः न कृतवान् तत्र पञ्चत्वम् इति मया सम्यक् न अवगतं भवती जानाति वा भगिनि नाम तत्र पञ्चभूत when I die, I mean the way I understood mahodaya when I die my whatever elements that I have from my sharira will be given to those elements proper to that elements asu tarhi panchabhuta panchabhuta rupam panchabhuta they rupam merge to the panchabhuta asya atah tatra panchatvam nama panchabhuta rupam tatra panchikaranam iti asti panchikaranam तादृशं भवेत् तत्र पञ्चत्वम् इति अस्तु तत्र पञ्चत्वं यदि प्राप्नुयां तर्हि उत्तरपदं केवलं उत्तराधिकारिपदं शरीरमेव भवति मृतं शरीरं भवति तर्हि मृताय शरीराय दीयेत भवान् तथा सः चिन्तयति अहम् इतः अतः कूर्दनं करिष्यामि चेत् अहं मरणं प्राप्नुयाम् इति सत्यं तर्हि केवलं शरीरं तत्र भवति तस्मै शरीराय तत्र पदं दीयेत किम् इति दीयेत किं मीनिङ्ग् नाम तत्र शरीराय उत्तरपदं दीयते चेत् तत्र कः लाभः कः लाभः तेन किं भवति इति कोऽपि लाभः नास्ति इति नास्ति इति चिन्तयति अस्तु अग्रे वदतु भगिनि अत्र यः ज्येष्ठः शिष्यः अस्ति सः केवलं मनसि चिन्तयति किन्तु द्वितीयशिष्य स्पष्टरूपेण पृच्छति सत्यं भगिनि उत्तम अंशः सत्यं अग्रे पठामि महोदय ततः तृतीयं शिष्यम् आहूय गुरुः तत् कार्यं त्वरितं तत्र आगत्य गुरोः चरणयुगलं नत्वा ओ अस्तु अस्तु सारी मेक् एनि सेन्स् तत् कार्यं यदा अकथयत् तदा तृतीयः शिष्यः अचिन्तयत् अस्माकं मारणात् किं प्राप्येत शिष्य प्रति गुरोः एतादृशी दुष्टबुद्धिः न स्यात् अहो कालस्य कुटिला गतिः ततः तृतीयं शिष्यम् आहूय गुरुः तत् कार्यं यदा अकथयत् तथा तृतीयः शिष्यः अचिन्तयत् तृतीयशिष्यः अचिन्तयत् एव भगिनी अतः अस्माकं मारणात् किं प्राप्येत शिष्यं प्रति गुरोः एतादृशी दुष्टबुद्धिः न स्यात् अहो कालस्य कुटिला गति तृतीयः शिष्यः गुरुः आहूतवान् तृतीयः शिष्यः चिन्तयति अस्माकं मारणात् शिष्यस्य मारणात् गुरुः किं प्राप्येत गुरुः किमपि न प्राप्नोति गुरुः किमपि न प्राप्नोति गुरुः शिष्यस्य मारणात् शिष्यस्य मारणात् अथवा शिष्याणां मारणात् गुरुः किमपि न प्राप्नोति तर्हि सः किमर्थम् एतत् करोति शिष्यं प्रति गुरोः एतादृशी दुष्टबुद्धिः न स्यात् सः चिन्तयति गुरोः दुष्टबुद्धेः कारणात् एव तत् इतः अधः कूर्दनं करोतु इति उक्तवान् इति तस्य मनसि सः चिन्तयत् गुरोः गुरुः तत्र गुरुः दुष्टः इति एव गुरोः बुद्धिः गुरोः बुद्धिः दुष्टबुद्धिः इव भवति बुद्धिः स्त्रीलिङ्गे तर्हि दुष्टा बुद्धिः दुष्टा इति सः चिन्तयति अपि तत्र किमर्थम् एतादृशी अस्ति चेत् कालस्य कुटिला गति कालेन एतत् सर्वं कलिकालः आगतः अतः कलिकालस्य प्रभावेन कलिकालस्य प्रभावेन एतत् सर्वं अभवत् नाम बुद्धिः एतादृशी अभवत् इति एषः क्रमः निरन्तरम् अनुवृत्तः तदा गुरोः मनसि चिन्ता अजायत मया किं कोऽपि समर्थः उत्तर अधिकारी न प्राप्येत इति एषः क्रमः इत्युक्ते यदा ज्येष्ठं शिष्यं तृतीयं शिष्यं नाम तदा एव क्रमः निरन्तरम् अनुवृत्तः तत्र वर्तते नाम तत्र एतदेव अभविष्यत् क्रमेण सः पृच्छति किन्तु सर्वदा उत्तरं तु समानमेव भवति अहं न निषेधमेव सर्वदा तदा गुरोः मनसि चिन्ता अजायत मया किं कोऽपि समर्थः उत्तराधिकारी न प्राप्येत इति प्राप्येत अगेन् विदिलिङ्ग् किं कोऽपि समर्थः उत्तराधिकारी न प्राप्येत? डिड् ऐ नाट् गेट् एनी उत्तराधिकारी? प्राप्येत, प्राप्येत, मया न प्राप्येत. तत्र प्राप्येत इति प्राप्यते खलु, तत्र कर्मणि. प्राप्येत, प्राप्येत, आम् आम्, कर्मणि विदलिङ्ग्. आप् आम् प्राप्य, तत्र प्राप्नोति, प्राप्य आप्नोति, तर्हि तत्र आम् आप्नोति, तर्हि तत्र किं भवति? प्राप्येत, आप्नोति इति आप् इति आप् इति धातुः आम् आप्नोति इति धातुः. तर्हि आप् इति धातोः कर्मणि रूपं किं भवति? आप्यते वा? ऐ गेस् सदा वित् प्रा आर् सम्थिङ्ग् एल्स् महोदय. सत्यं सत्यं, किन्तु तत्र आप्य, किन्तु तत्र कर्मणि कर्मणि रूपं किम् अस्ति? आप् धातुः, आप् धातुः कर्मणि रूपं आप्यते. नो नो, डसन् सौण्ड् रैट्. आप्यते, आप्नोति, तत्र आप्यते, प्राप्यते इति अस्ति खलु, प्राप्यते, प्राप्यते, या वित् प्रयः आप्यते, आप्यते, आप्यते इति अस्ति, प्राप्यते, अतः एव प्राप्येत विधिलिङ्ग्. तत्र मया न प्राप्येत, कर्मणि रूपम् आप्येत, प्राप्. समीचीनं, धन्यवादः निवेदित भगिनी. तत्र आप्यते, आप्येते, आप्यन्ते, अतः अहं अहं न, मया मया मया मया मया न आप्येत, सो मया आप्येत, मया आप्यते, मया तत्र आप् मया आप्यते, न आप्यते, उत्तराधिकारी न आप्यते, आप्यते, आप्येत, आप्यते, सत्यं, सत्यं भगिनि, मया न आप्यते इति तत्र लट् लकारे विधिलिङ्ग् मध्ये आप्येत तावदेव. कः न आप्ये आप्यते? उत्तराधिकारी न आप्यते. ओके, नाम न प्राप्नोमि अहं, अहं न प्राप्नोमि किं कोऽपि कमपि समर्थम् उत्तराधिकारिणम्, उत्तराधिकारिणम् न प्राप्नोमि किम्, अहं न प्राप्नोमि किम् इति सः चिन्तयति. अस्तु, समीचीनम्, अस्तु भगिनि. तत्र अन्यत् किमपि अस्ति तदा गुरोः मनसि चिन्ता अजायत, मया किं कोऽपि समर्थः उत्तराधिकारी न प्राप्येत इति. अस्तु, समीचीनं भगिनि, धन्यवादः. अग्रे तत्र नरेश् मध्ये अग्रे, धन्यवादः भगिनि. आश्चर्य नाम तावता कश्चन लघुशिष्यः त्वरितं तत्र आगत्य गुरोः चरणयुगलं नत्वा तस्य आज्ञां प्राप्य अविचार्य एव अधः अपतत्. आश्चर्य नाम तावता आश्चर्यं, तत्र आश्चर्यम् इति तत्र आश्चर्यं नाम तत्र मुद्रणे न दृश्यते किन्तु आश्चर्यम् इति एव अस्ति. तत्र एकः लघुशिष्यः आसीत्, सः त्वरितं गुरोः पुरतः आगतः तस्य चरणयुगलं स्पृशं कृत्वा आज्ञां प्राप्नोति. अतः तदा सः अधः अपतत् कूर्दनं. हा समीचीनं, हा समीचीनं महोदय. हा आश्चर्यं नाम तत्र आश्चर्यरूपम् आश्चर्यमस्ति. तत्र किम् अभवत्? तत्र कश्चन लघुशिष्यः सः त्वरितं, त्वरितं नाम शीघ्रं. हा शीघ्रं, तत्र शीघ्रं शीघ्रम् आगत्य तत्र आगत्य गुरोः चरणयुगलं. चरणयुगलं नाम युगलं नाम द्वे चरण. हा चरणद्वयं नत्वा, नत्वा नम धातुः नत्र नमनं. हा नत्वा त्वान्तरूपं तथा गुरोः आज्ञां प्राप्नोति. हा नाम कार्यं कर्तुम् आज्ञां प्राप्तवान् अपि अविचार्य किमपि विचारं न करोति. हा तत्र अ इति नै, नै इति नाम तत्र न इति अर्थे विचारि, विचार्य अविचार्य नाम विचारं न कृत्वा एव कूर्दनं कृतवान्. हा अधः अपतत् अविचार्य एव नाम केवलम् अविचार्य एव नाम विचारणमेव न कृत्वा सः अधः अपतत्. तावता अधः अनेके वादित्रघोषाः कर्णयुगले अपतन्. वादित्रघोषाः किमस्ति? तद् न अहमपि न जानामि महोदय. अन्य कोऽपि जानन्ति वा? विविधवाद्यानां घोषः वा, वाद्यानां घोषः वा इति वा? अस्तु भगिनि. हा अस्तु पतन् तत्र मम यः यः शिष्यः गुरोः उपरि विश्वासं धारयति, गुरो यत्किमपि करोति तत् केवलं मम उत्तमं मत्कृपे उत्तमम् एव अस्ति इति श्रद्धा तत्र आवश्यकी अस्ति. अतः अत्र मुझे ऐसे लगता है कि वाद्यों का संघोष हो गया वहां पे. मतलब गुरु इतना महान था कि उसे कुछ लगा ही नहीं, उल्टा उसने जो क्रिया की तो उसके बाद वाद्यों का, जैसे हम भगवान के द्वारा कैसे होता है कि हम कोई कृत्य करते हैं तो भगवान पुष्पावृष्टि करते हैं हमारे ऊपर, भक्त के ऊपर, तो वैसे ही कुछ, वैसे कुछ हुआ है यहाँ ऐसे मुझे लगता है. पता नहीं अनेके वादित्रघोषाः कर्णयुगले अपतन्. कर्णयुगले अपतन् नाम श्रूयते, घोषाः श्रूयन्ते. समीचीनं, तथैव अस्ति तत्र घोषाः. तदा अनेकैः भक्तैः परिवृत्तः लघुशिष्यः मुदितः सद्गुरोः समीपम् आगतः. तदा तत्र अनेकाः भक्ताः सन्ति, तत् लघुशिष्य पुरतः तत् भक्ताः सन्ति तत् न न महोदय तत्र महोदय तत्र लघुशिष्यः अस्ति. लघुशिष्यः नाम तत्र लघुवाक्यं कुर्मः, तत्र लघुशिष्यः गुरोः समीपम् आगतः. कः आगतः? गुरोः समीपम् आगतः. किन्तु कः आगतः? लघुशिष्यः आगतः तत्र आगतः इति तत्र सप्रत्ययः किन्तु कर्त्री अर्थे यतोहि गम् धातुः अस्ति अतः आगतः आगतवान् इति अर्थे कर्त्रीरूपम् अस्ति हा तत्र आगतः लघुशिष्यः गुरोः षष्ठी गुरोः समीपम् अस्ति इति कृत्वा षष्ठी अस्ति हा गुरोः समीपम् आगतवान् लघुशिष्यः कीदृशः मुदितः मुदितः मुदितः इत्युक्ते प्रसन्नः हा उत्तमं महोदय प्रसन्नः सन्तुष्टः लघुशिष्यः मुदितः सन् गुरोः समीपम् आगतः मुदितः सन् शत्रन्तरूपं सन् अस् धातोः शत्रन्तरूपं सन् अपि लघुशिष्यः कीदृशः अस्ति अनेकैः भक्तैः परिवृत्तः अस्ति परिवृत्तः नाम एकस्मिन् भागे भक्ताः सन्ति इति न परिवृत्तः परिवृत्तः नाम भक्तानां मध्ये सः अस्ति अनेके भक्ताः सन्ति तेषां मध्ये नाम यथा तत्र वयं चिन्तयामः खलु तत्र गोपिकाः सन्ति श्रीकृष्णः तत्र ताभिः गोपिकाभिः परिवृत्तः अस्ति तथा अत्र सः लघुशिष्यः भक्तैः परिवृत्तः अस्ति अनेकैः भक्तैः परिवृत्तः अस्ति नाम तत्र केवलं शिष्यः आगच्छति इति न शिष्येन सह भक्ताः अपि आगच्छन्ति आगच्छन्ति गुरोः समीपम् आगच्छन्ति अन्यशिष्यः तु अचिन्तया तत् ते मरणं प्राप्नोति परन्तु लघुशिष्य तु मरणं न प्राप्नोति इति अस्ति अतः एव तत्र अविचार्य एव नाम किं भवति कार्येण किं भवति इति सः चिन्तनं न कृतवान् अस्तु अहं करोमि इति सः कृतवान् तावदेव तदा गुरुणा सर्वेभ्यः शिष्येभ्यः सुमधुरभाषया उपदेशः दत्तः उत्तराधिकारी पदस्य भोक्ता स एव भवति यस्मिन् शिष्ये संज्ञानं श्रद्धा समर्पणं च इति त्रयः गुणाः भवन्ति तावत्पर्यन्तं पठतु महोदय तदा तत् गुरुः सर्वेभ्य शिष्येभ्यः मधुरभाषया उपदेशं दत्तवान् सः उपदेशं दत्तवान् सः उक्तवान् उत्तराधिकारीपदस्य तत् पदस्य स लघुशिष्य भोक्ता सा अस्ति उत्तराधिकारी तत्र लघुशिष्यः इति नास्ति यः यः भवितुम् अर्हति नाम सः एव भवति उत्तरादि वदतु महोदय भवति यस्मिन् शिष्ये त्रयः गुणः भवन्ति त्रयः गुणाः सन्ति भवन्ति के गुणाः प्रथम तु संज्ञानं द्वितीय श्रद्धा तृतीयसमर्पणम् इति गुणत्रयं यस्मिन् शिष्ये अस्ति सः एव तत्र उत्तराधिकारी भवितुम् अर्हति अत्र भोक्ता इति अस्ति रूपं किम् इति विवृणोति वा किञ्चित् भोक्ता प्रातिपदिकं किम् किमस्ति भ न जानामि भुज अस्ति भुज भोक्ता अस्ति हा प्रातिपदिकं भोक्तार भोक्तार तव बहुवचनम् अस्ति न न भोक्तृ अस्ति भोक्तृ ऋकारान्तपदं ऋकारान्तपदं भोक्तृ भुजधातोः तद्धितमस्ति भोक्तृ हा तत्र तृच् प्रत्ययः अस्तु भोक्तृ यथा तत्र तत्र वक्तृ वक्ता मातृपितृ एव ऋकारान्तपदं सत्यं ऋकारान्तपदं यः कोऽपि धातुः अस्ति तं धातुं स्वीकृत्य तृच् प्रत्ययस्य योजनेन क्रियापदम् आगच्छति आम् तत्र भुज् अत्र भुज् धातुतः तत्र तत्र अहं किम् उक्तवान् क्षम् क्रियापदमिति नामपदं नामपदं हा भोक्तृ ऋकारान्त नामपदं यथा करोति कर्तृ इति अस्ति खलु कर्तृ कर्ता कर्ता यथा अस्ति तथैव तत्र भोक्ता इति ऋकारान्तपदपदं प्रथमविभक्ति हा भोक्ता उत्तराधिकारिपदस्य भोक्ता तर्हि तत्र तादृशं यः भवितुमर्हति सः एव भवति एव नाम सः केवलं सः भवति यस्मिन् शिष्ये गुणत्रयम् अस्ति हा इति अस्ति अस्तु अस्तु हा अग्रे तत्र एकनिमिषम् अथवा निमिषद्वयं स्वीकृत्य समापयामः तर्हि तत्र अग्रे तत्र निवेदितभगिनी अग्रे पठति वा समयोऽपि जातः किन्तु केवलं ज्ञानं न आवश्यकं केवलं ज्ञानम् इति न आवश्यकं ज्ञानेन सह श्रद्धा समर्पणम् इति गुणाः आवश्यकमस्ति केचित् शिष्याः अत्र सन्ति ये च पठनपाठनं मात्र जानन्ति वे मम शिष्याः केचित् शिष्याः मम समीपे अस्ति किन्तु ते केवलं अध्ययनम् इति जानन्ति तेषां मनसि श्रद्धासमर्पणं भावः नास्ति केवलं पठनं पाठनं अध्ययनमेव कुर्वन्ति अहम् अध्यापनं करोति ते केवलम् अध्ययनं करोति कुर्वन्ति किन्तु गुणवृत्त्याः वार्ताम् अपि न स्पृशन्ति गुणवृद्धिः गुणवृद्धिः इति तत्र तस्य षष्ठी गुणवृद्ध्याः केवलं ज्ञानवृद्धिः न आवश्यकं गुणवृद्धिः अपि आवश्यकम् वार्ताम् अपि न स्पृशन्ति नाम किं नाम तस्य समीपमेव न गच्छति गुणवृद्धिः भवतु इति अपि ते न चिन्तयन्ति गुरोः कार्यं गुणवृद्धिः करना यः भी गुरु का कार्य है केवलं ज्ञान देना नहीं इति अस्ति सत्यं भगिनी जिसके कारण वे अच्छे नागरिक बन सके इस तरह केषाञ्चित् शिष्याणां ज्ञानमस्ति किन्तु अन्यौ द्वौ गुणेन भवतः ज्ञानमस्ति किन्तु श्रद्धासमर्पणभावत् नास्ति केषुचित् शिष्येषु श्रद्धा अस्ति परन्तु समर्पणं नास्ति गुरोः प्रति श्रद्धाभावः अस्ति किन्तु गुरोः गुरु यत्किमपि करोति तत् मम कृते उत्तमम् एव अस्ति इति भावः समर्पणं वृत्ति तस्य मनसि नास्ति किन्तु लघुशिष्यः इव यः शिष्यः लघु इव अस्ति, नूतनः इव अस्ति, किन्तु त्रयोः गुणाः एकस्मिन् विरलतया एव प्राप्यन्ते. किन्तु लघु किन्तु त्रयः गुणाः नाम त्रयः गुणाः ज्ञानः ज्ञानः अपि अस्ति, श्रद्धा अपि अस्ति, समर्पणम् एव अपि अस्ति. हा, एतत् सर्वदा सर्वेषु शिष्येषु नास्ति, विरलता एव प्राप्यन्ते. कुत्र कुत्र प्राप्यन्ते? लघुशिष्ये इव लघुशिष्ये प्राप्यन्ते प्राप्यन्ते, किन्तु विरलतया प्राप्यन्ते, विरलतया प्राप्यन्ते, एकस्मिन् एव विरलतया एव प्राप्यन्ते. नाम सर्वदा न प्राप्यन्ते, विरलतया. नाम सहस्रेषु एकः एतादृशः भवेत् इति, तादृशम् अस्तु. समीचीनमस्ति. हाँ, कभी कभी ऐसे होते कि हमारे अनुभव इतने ज्यादा होते हैं कि हम बहुत सोचते बैठते हैं. सत्यम भगिनी, बहुत सोचना भी नहीं करना चाहिए ना. हाँ, कभी कभी ऐसा होता है कि हमारे विचार ऐसे होते हैं कि जो वो मेरे लिए गुरु कह रहा है ना, तो वो मेरे लिए अच्छा ही है, यह सोच के हम कोई चीज कर देते हैं. भले हम छोटे हैं, जितने हम छोटे होते हैं उतने हम इनोसेंट होते हैं, उतना हम विश्वास किसी के ऊपर रखते हैं. जितने बड़े हो जाते हैं उतना विश्वास भी कम कर रखते हैं. इति अस्ति भगिनी, सत्यम सत्यम उक्तम भवता. एतदेव अस्ति सारांशः. समीचीनं समीचीनं. अस्तु, तर्हि तत्र शान्तिमन्त्रं वदामः, तर्हि तदनन्तरं विरमामः. तर्हि तत्र उषा भगिनी शान्तिमन्त्रं वदति वा भगिनि? अस्तु महोदय. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिश्शान्तिश्शान्तिः. धन्यवादः महोदय. धन्यवादः महोदय. धन्यवादः.